अस्तु, नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे लुट्लकारः इति पाठः अनुवर्तते. गतसप्ताहे तस्य आरम्भं कृतवन्तः. अनध्यतने लुट् इति सूत्रमस्ति. यद् अनध्यतनं नास्ति भविष्यत्कालात् धातोः लुट् लकारः भवति इति तत्र सूत्रं वदति. तत्र अनध्यतन इत्युक्ते किम् इत्यस्य विषये तत्र चर्चा आसीत्. तत्र अद्यतनं नास्ति, न अद्यतन इति अनध्यतन इति स्वीकुर्मः चेत् तत्र कथं व्यवहारः इति तत्र प्रश्नः. तत्र यदा भाष्यकारमतं स्वीकुर्मः चेत् तत्र श्वः इति, केवलं श्वः इति स्वीकुर्मः, तदेव अनध्यतनम्. परश्वः इति अस्ति चेदपि तद् अनध्यतनं नास्ति, केवलं श्वः एव, श्वः भविता इति तादृशप्रयोगः एव अनध्यतने आगच्छति इति भाष्यकारमतम्. परन्तु तत्र वयं नागेशस्य मतम् अपि दृष्टवन्तः गतसप्ताहे. तत्र यदा वयं लङ्लकारस्य प्रयोगं पश्यामः, बहु पूर्वं किमपि जातं चेदपि तद् यथा ह्यः जातं तादृशं वयं आरोपयामः. ह्यः एव अतीतः इति वयं स्वीकुर्मः. तादृशेषु स्थलेषु अपि लङ् इत्यस्य प्रयोगः भवति. तादृशं वयं लुट् लकारस्यापि स्वीकर्तुं शक्नुमः इति तत्र नागेशस्य मतमासीत्. चिरभाविनी अपि श्वोभावित्वम् इति तत्र आरोपण्यम्. यद्यपि तत्र व्यवधानम् अस्ति, बहुकालात् अनन्तरम् एकस्मिन् एकः विषयः भवति चेदपि तत्र वयं तत्र आरोपणं, व्यवधानं नास्ति इति आरोपणं कृत्वा तत्र वयं तत्र लुट् इत्यस्य प्रयोगः कर्तुं शक्यते. तत्र एकः न्यायः अपि उक्तः, प्रत्यासत्तिन्यायः इति. तत्र प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति इति तत्र न्यायः वदति. अनेन यद् समीपकालवर्तिनि किमपि जातं चेत् अस्माकं बुद्धिः तस्य विषये एव अस्माकं बुद्धिः भवति इति कारणेन तत्र वयं तद् न्यायं स्वीकृत्य तत्र आरोपयामः. अद्य विरामः इति एकम् उदाहरणमपि दृष्टवन्तः वयं. तादृशं तत्र भावनया वयम् आरोपयामः इति तत्र नागेशस्य मतं. तस्य विरुद्धमतम् अपि दृष्टवन्तः, व्याप्तिन्यायः इति. तत्र अपि एतदेव उदाहरणमासीत्, विरामः इति उक्तत्वा तत्र कस्य विरामः, कथं विरामः, अस्माकं वा अन्यस्य वा इति प्रश्नः व्याप्तिरूपेण भवति. तत्र तदपि अस्ति इति अन्यपक्षः अपि अस्ति. परन्तु वयं तत्र प्रत्यासत्तिन्यायः इति आरोपणं कृत्वा, तदेव प्रसिद्धः अस्ति इति, अव्यवहितौ व्यापारौ इति स्वीकृत्य तत्र आरोपणं कृत्वा तत्र लुट् लकारः. श्वस्तन्नः अस्ति चेत् लुट्, ह्यस्तन्यः अस्ति चेत् लङ् इति कर्तुं शक्यते इति वयं निर्णयम् अपि साधितवन्तः गतसप्ताहे. अतः तत्र केवलं श्वः इति न, परन्तु भावनया तत्र आरोपणं कृत्वा समकालानन्तरम् इति तत्र स्वीकृत्य वयं तत्र लुट्लकारस्य प्रयोगं कर्तुं शक्यते इति आसीत्. इदानीम् अस्माकं पुनः प्रश्नः आगच्छति, एतादृशं कुर्मः चेत् लिट् इत्यस्य प्रयोगः कुत्र भवति? सर्वत्र वयं लुट् एव कर्तुं शक्यते. अद्यतन अनद्यतन इति अस्वीकार्य सर्वत्र वयं लुट् एव कर्तुं शक्यते चेत् लृट् व्यवहारः कुत्र? तस्मात् पठामः अद्य लृटः व्यवहारः कुत्र इति. महोदय श्रूयते खलु? आम् श्रूयते वा? आम् आम् श्रूयते महोदय. एकवारं लुटः व्यवहारः वा लृटः वा? लृटः लृटः लृटः व्यवहारः कुत्र? अधुना प्रश्नः अस्ति यत् लृटः स्थानं किम्? अनद्यतनशब्दस्य अर्थः कः? भाष्यकारस्य शिक्षा शोभावी नागेशस्य चिन्तनं यत् अनद्यतने लङि शोभावः, अनद्यतने लुटि शोभावश्च. अधुनापि मनसि जिज्ञासा वर्तते यत् लृटः अपवादः इत्यस्य कथनेन अपवादः अपवादशब्दस्य को अर्थः? व्याकरणे यः अपवादभूतः तस्य एव प्राप्तिः, न तु अन्यस्य. अनेन लृटस्थानं किमपि किमपि च केन तर्केण, लृटस्थानं किम् अपि च केन तर्केण, अपि च भाष्यकारस्य मतमनुसृत्य लुट्लकारक्षेत्रं श्वः एव इति चेत् अग्रिमे सप्ताहे मासे वर्षे इति तस्य लकारस्य क्षेत्रम् इति. अत्र अनद्यतन शब्दस्य अर्थः कः इति भाष्यकारशिक्षा अस्ति. अनद्यतन इत्युक्ते केवलं श्वभावी इति. नागेशस्य चिन्तनमस्ति तद् अनद्यतने लङि यः भावः, अनद्यतने लुटि स्वभावश्च इति. तत्र इदानीम् अत्र लिट्लकारस्य लिट्लकारः, तर्हि लिट्लकारः एकनिमिषः, लुटः अपवादः, एतत् लुट्लकार लुटः अपवादः वा इति प्रश्नः खलु अत्र. सत्यं सत्यं सत्यं, लुट् इति लुटः अपवादः वा इति प्रश्नः तस्य इति अस्ति. अग्रे लुटः अपवादः इत्यनेन लुट्लकारः लुटः अपवादः एव इति. तत्र पूर्वं वयं दृष्टवन्तः खलु तत्र किमस्ति अत्र. अस्तु अग्रे पठामि. नाम भविष्यत् सामान्ये विहितः लृट् अनद्यतनभविष्यत् विशेषे अर्थात् शोभावी रूप भविष्यत् विशेषे अयं लुट्लकारः विधीयते इति हेतोः, येन न अप्राप्ते यः विधिः आरभ्यते सः तस्य बाधकः भवति इति न्यायेन एकः अपरस्य अपवादः. येन न अप्राप्ते यः विधिः आरभ्यते सः तस्य बाधकः भवति इति. अस्तु, यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति एवम् अस्मिन् विधौ प्राप्ते सति, पुनः अन्यः विधिः आरभ्यते चेत् स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते. प्रकृतौ भविष्यत्सामान्ये विहितः लृट् इति कृत्वा लृटः अवश्यप्राप्तिः अस्ति. श्वो भविष्यति भविष्यति श्वो भविष्यति अपि भविष्यत् एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यत्येव. यशो भविष्यति इति अस्ति, अपि च तदपि भविष्यत्येव, भविष्यदपि तद्भिन्नं भविष्यदपि तदपि भविष्यति एव, द्वयमपि भविष्यति एव अस्ति इति अस्ति. शो भविष्यति अपि भविष्यति, सामान्य भविष्यति अपि भविष्यति एव. अतः भविष्यत्वनिमित्तिकतया लृट्लकारः प्राप्नोति अत्र. श्वः अपि लृट्लकारस्य प्राप्तिः भवति. येन न अप्राप्ते यत्कर्तृक अवश्यप्राप्तौ सत्यां लृट् कर्तृक अवश्यप्राप्तौ सत्यां यः विधिः आरभ्यते लुट् विधिः आरभ्यते अयं लुङ् विधिः तस्य लुट् अयं लुट् विधिः तस्य नाम लृटः इति लृटः विधेः बाधकः भवति इति. अत्र लुट्लकारस्य अवश्यप्राप्तिः अस्ति. इदानीं तस्य लुट् अपि लुटः विधिः आरभ्यते, तर्हि तत्र तत् लुट् विधिः लुटः अपवादः इति वक्तुं शक्यते. अतः श्वः गमिष्यति इति तु न भवति, श्वः गमिष्यामि इति न भवत्येव इति. अत्र येन न अप्राप्ते इत्युक्ते प्राप्तिः भवति एव तदा यः विधिः आरभ्यते, यस्य लुटः प्राप्तिः अस्ति, तर्हि यः विधिः आरभ्यते यः विधिः इत्युक्ते लुट् लकारस्य विधिः आरभ्यते सः तस्य बाधकः भवति, लृटः बाधकः भवति इति अस्ति खलु तत्र. सत्यं सत्यम्. अतः येन न अप्राप्ते इत्युक्ते प्राप्ते, अवश्यं प्राप्ते इति अर्थः. डबल् नेगेटिव्. डबल् नेगेटिव्. अवश्यं प्राप्ते इत्युक्ते प्रथमं सामान्य भविष्यत् सामान्यं तु लृट् एव खलु. अतः लृट् यदा प्राप्यते, यस्य प्राप्तिः अवश्यं, लृट् प्राप्तिः अवश्यं, यो विधिः आरभ्यते. लृट् एव क्षम्यतां, लुट् एव अपवादः खलु. लुट् विधिः आरभ्यते, सः सः विधिः इत्युक्ते लुट् लृट् इत्यस्य बाधकः भवति इत्येव. तत्र पुनः वदतु भगिनि, तत्र येन न अप्राप्ते यो विधिः आरभ्यते सः तस्य बाधकः भवति. सो येन न अप्राप्ते, न अप्राप्ते इत्युक्ते प्राप्ते इति अर्थः, डबल् नेगेटिव् तत्र. न अप्राप्ते, सो प्राप्ते, यस्य प्राप्तिः अवश्यं भवति इति अर्थः. इदानीं तस्य कस्य प्राप्तिः अवश्यं भवति इत्युक्ते लृट्. किमर्थं लृट् इति सामान्यसूत्रमस्ति, सर्वत्र भवति, श्वः परश्वः अग्रिममासे सर्वत्र लृट् लृट् लकारः अवश्यं भवति. गमिष्यामि इत्युक्ते कुत्र लृट् लकारे भविष्यत्काले यत्किमपि कालः भवतु, तत्र मासः वा वर्षः वा भवतु, तत्र लृट् अवश्यं भवति. अतः यस्य प्राप्तिः अवश्यं भवति, लृट् लकारस्य प्राप्तिः यदा अवश्यं भवति, यो विधिः आरभ्यते तदा बाधक तस्य बाधकः भवति. सो इदानीं विधिः यद् आरभ्यते इत्युक्ते लुट् लुट् लकारः, अनद्यतने लुट् इति विधिः आरभ्यते. सः लुट् लकारः लृट् लकारस्य बाधकः भवति. सो लुट् अपवादः तु लृट्. अवगतं भगिनि. तदेव समीचीनं, सम्यक्, धन्यवादः महोदय. तदेव अस्ति तत्र, पुनः पुनः तदेव उक्तमस्ति, श्वो भविष्यति अपि भविष्यत्येव, एवं तद्भिन्नं भविष्यत् सामान्यमपि भविष्य भविष्यद्येव इति उक्तं, भविष्यत्काले भवति इति अर्थः तावदेव. अस्तु, अरुणा भगिनी भवती पठति वा? लृट् भवति कुत्र? लृट् भवति कुत्र? काशिकायाम् अनद्यतने इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट् न भवति. विग्रहवाक्यमस्ति अविद्यमानः अद्यतनः यस्मिन् सः. अद्यतन अनद्यतनभाविष्यतौ तोः संयोगः यत्र भवति तत्र व्यामिश्रः. तत्पुरुषः उच्यते चेत् विग्रहवाक्यमस्ति न अद्यतन इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति. अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति. अतः तत्पुरुषः अस्ति चेत् व्यामिश्रे अपि भवति. इत्युक्ते अद्यतनकालः अस्ति चेत् एवम् अनद्यतनकालः अस्ति चेत्, नाम अद्यतन अनद्यतनव्यामिश्रः अस्ति चेत् तदानीं सः केवलम् अद्यतनः न अनद्यन अपि अस्ति. अतः अद्यतनभेदः अस्ति. अद्यतनभिन्नत्वे सति तत्रापि व्यामिश्रे लुट् लकारः स्यात्. तदानीं सः केवलम् अद्यतन न अनद्यतनत्व. अतः अद्यतनभेदः अस्ति, अद्यतनभिन्नत्वे सति तत्रापि व्यामिश्रे लुट् लकारः स्यात् क्षम्यता. तस्य निवारणार्थं बहुव्रीहिसमासः अविद्यमानः अद्यतनः यस्मिन् सः इत्येन अद्यतनस्य निषेधः एव उच्यते. अनेन व्यामिश्रः न सम्भवति. ओके, प्रयत्नं करोमि भगिनि. लुट् कुत्र भवति इति प्रश्नः. काशिकायां भाष्यकारः वदति अनद्यतने इति बहुव्रीहि समासः इति स्वीकरणीयम् इति उक्तं काशिकायाम्. तद् उक्तमस्ति चेत् बहुव्रीहि उक्तमस्ति चेत् व्यामिश्रे लुट् न भवति. ओके, व्यामिश्रि अधुना क्लियर् कट् कुर्वन्ति. विग्रहवाक्यम् अस्ति अविद्यमानः अद्यतनः यस्मिन् सः, अति बहुव्रीहिसमासः आफ् अद्यतन लुट्लकार इति अद्यत अविद्यमानः अद्यतनः यस्मिन् सः. अद्यतन अनद्यतनभविष्यतोः संयोगः अत्र भवति, तत्र व्यामिश्रः अस्ति. बहुव्रीहिस्वीकृते अत्र अद्यतन अनद्यतनभविष्यत् कालौ सन्ति, अतः तद् व्यामिश्रः इति उच्यते. अन्य विषयमस्ति सत्पुरुषसमासः अपि कर्तुं शक्यते अनद्यतन. किं भवति, विग्रहवाक्येषु अस्ति न अद्यतनः इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुम् अर्हति. अत्रापि समानमेव, विग्रहवाक्यं बहुव्रीहि अपि अद्यतन अनद्यतनसंयोगः अस्ति, परन्तु तत्पुरुषसमासः अस्ति चेत् अत्रापि अद्यतनमात्रं नास्ति, अन्य अपि भवितुम् अर्हति. तत्रापि व्यामिश्रः भवति अद्यतनभेदः. अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति. ओके, अतः तत्पुरुषः अस्ति चेत् व्यामिश्रे अपि भवति. सो तत्पुरुषः स्वीकुर्मः, विग्रहवाक्यं स्वीकुर्मः चेत् व्यामिश्रः एव अस्ति. तत्र अद्यतन अनद्यतन द्वयोः स्थलयोः तत्र यद् अद्यतनं नास्ति सर्वत्र तत्र लुट् लकारः भवति इति तत्पुरुषः वदति. अनद् बहुव्रीहिः अविद्यमानः अद्यतनः यस्मिन् सः इत्युक्ते तत्र अन्यपद प्रधानम् अस्ति खलु. अतः यद् अविद्यमानः अद्यतनः इति किमपि अन्यदस्ति तदेव वदति. अद्यतन अनद्यतन भविष्यतोः संयोगः यत्र भवति, यद् अद्यतन नास्ति यद् अनद्यतन नास्ति तयोः संयोगः कुत्रचित् भवति खलु मिड् पायिण्ट्, तदेव बहुव्रीहिसमासेन स्वीकर्तव्यम्. अन्यपदप्राधान्यम् इति कारणेन. अतः सो वाट् इस् नाट् अद्यतन अनद्यतन इत्युक्ते श्वः, तत्र तादृशव्यामिश्रः एव. परन्तु यदा तत्पुरुषः स्वीकुर्मः तत्र अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति, समानमेव परन्तु किञ्चित् भिन्नम् अद्यतन नास्ति इति भवति खलु. अद्यतन अनद्यतनव्यामिश्रः न अद्यतन तद् न अद्यतन इति वक्तुं शक्यते खलु. व्यामिश्रणं न अद्यतन इति सत्यम् अत्र न भवति. अविद्यमानः अद्यतन इति अद्यतन अविद्यमानः अस्ति चेत् तदा एव बहुव्रीहिः सम्यक् भवति. अद्यतन भवति खलु, अतः तत्र न, अतः व्यामिश्रापि बहुव्रीहिः समासेन तत्र तद् व्यामिश्रणं निवारितं भवति. आं, बहुव्रीहिसमासेन आं सत्यम्. अन्यप्रद अन्य संयोगः इत्युक्ते तत्र केवलं श्वः एव वयं स्वीकर्तुं शक्यते खलु. अद्यतन अनद्यतन भविष्यतोः संयोगः यत्र भवति. नमस्कारः भगिनी, उषा अस्मि. नमस्ते, क्षम्यतां भगिनी. तत्र लृट्टः व्यवहारः कुत्र इति तत्र तृतीयपरिच्छेदः वयं पठन्तः स्मः. तत्रैव अद्यतन अनद्यतन इति किञ्चित् अस्माकं वर्गः अपि अद्यतन अनद्यतन व्यामिश्रः एव. समस्तपदं बहुव्रीही तत्पुरुषापि भवितुमर्हति. अनद्यतन इति पदं बहुव्रीही स्वीकुर्मः चेत् तत्र व्यामिश्रे लुट् न भवति, व्यामिश्रः भवति, मिश्रणं भवति. परन्तु यदा तत्र व्यामिश्रणं भवति तदा लुट् न भवति इति आगच्छति इति वदति काशिका. अविद्यमानः अद्यतनः यस्मिन् सः तत्र अद्यतनः तत्र यदि तत्पुरुष स्वीकुर्मः नैतत्पुरुष स्वीकुर्मः तदा व्यामिश्रणम् अपि भवितुमर्हति. तत्र व्यामिश्रणम् आम् सत्यं न अद्यतनः इत्युक्ते तत्र सर्वम् अपि खलु यद् अद्यतनः न तत्र अद्यतन अनद्यतन व्यामिश्रणं न कर्तुं शक्यते. किमर्थं तत्र अनद्यतन अद्यतनापि अस्ति खलु, अतः न अविद्यमानः अद्यतनः एव भवति खलु, अतः तदेव समीचीनम् इति लुट्लकारस्य कृते इति खलु. सत्यं तदेव वदति इति चिन्तयामि. न अद्यतनः इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यापि भवितुमर्हति. सत्यम् अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति. सत्यं तदपि सम्यक् एव, व्यामिश्रे अपि भवति. तत्पुरुषः अस्ति चेत् व्यामिश्रः भवति इत्युक्ते अद्यतन अनद्यतनद्वयमपि भवति. परन्तु यदा वयं बहुव्रीहिः स्वीकुर्मः अविद्यमानः अद्यतनः तत्र तत्र अद्यतनः भवत्येव. भवती कुत्र पठितवती भगिनि? तृतीयपरिच्छेदः तृतीय लुटः व्यवहारः कुत्र? लोके तु अयं नियमः तस्मात् अनन्तरं तस्य अग्रिमपरिच्छेदः तस्य अग्रिम लृट्टो अपवादः अनन्तरं लुट् कुत्र भवति कुत्र इति काशिकायाम् अनद्यतने इति. एवमेव अत्यन्त विलम्बित भविष्यति तत् अनन्तरं वा निदर्शने लुट् नास्ति खलु लृट् लृट् व्यवहारः लृटः. ओके ओके अस्तु. काशिकायाम् अनद्यतने इति बहुव्रीहि. ओके अस्तु धन्यवादः. आं वदतु अरुणा भगिनी तद् पुनः अन्तम. अतः अद्यतनभेदः अद्यतनभिन्नत्वे सति तत्रापि व्यामिश्रे लुट्लकारः स्यात्. तस्य निवारणार्थं बहुव्रीहिसमासः अविद्यमानः अद्यतनः तस्मिन् सः इत्यनेन अद्यतनस्य निषेधः एव उच्यते. अनेन व्यामिश्रः न सम्भवति. अत्र काशिकामतं बहुव्रीहिसमासः एव स्वीकुर्मः. तत् किमर्थमिति चेत् विद्यमानः अद्यतनः यस्मिन् सः इत्यनेन अद्यतनस्य निषेधः भवति, व्यामिश्रः न भवति. तदेव इष्यते अपि तदेव वयम् इच्छते. आम् अतः तदेव भवति. अवगतं. तदेव अतः ते किं वदन्ति तत्पुरुषः इत्युक्ते न अद्यतनः इति स्वीकुर्मः चेत् तत्र अद्यतन अनद्यतन द्वयमपि भवति भवितुम् अर्हति. परन्तु यदा वयं व्यामिश्रणम् एकमस्ति अद्यतन अपि च अनद्यतन अद्यतनयोः व्यामिश्रणमपि खलु. व्यामिश्रः अस्ति चेत् लुट् लकारः कर्तुं शक्यते न भवति लुट् लकारः न भवति आम् लुट् लकारः भवति लुट् लकार लुट् लकार एव भवति लृट् सामान्यमेव भवति न तु लुट् तत्पुरुषः स्वीकुर्मः चेत् व्यामिश्रः बहुव्रीहिः अस्ति चेत् तत्र तस्य निषेधं करोति अविद्यमानः अद्यतनः इत्युक्ते अद्यतनः मा भूत् इति वदति निषेधः भवति तत्र अतः तत्र व्यामिश्रः न भवति इति कारणेन तद् मार्गः स्वीकुर्मः चेत् लुट् साधयितुं शक्नुमः इति समीचीनं वा अवगतं यदि वाक्यं पश्यामः तदा इतोपि स्पष्टः आं वाक्यम् अस्ति वा अत्र अद्यैव श्वः वा आगमिष्यति इति वदति चेत् आगमिष्यति एव खलु श्वः श्वः आगता इति श्वः आगता इति अद्य वा श्वः वा आगमिष्यति इति भवति खलु अद्य वा श्वः वा आगमिष्यति इति भवति सत्यं सत्यं परन्तु यदा श्वः इति वदामः चेत् आगता इत्येव सत्यं सत्यं अद्य वा श्वः वा पठामि इति खलु अद्य वा श्वः वा पठिष्यामि श्वः पठिता खलु श्वः पठिता भवान् श्वः पठिता आम् श्वः पठिता सोरि भवामि न श्वः पठिता इति क्रियापदं श्वः पठिता श्वः न पठिता पठिता अस्मि खलु पठिता अस्मि श्वः पठिता अहम् अहम् अहं खलु श्वः पठिता अस्मि अहम् अद्य वा श्वः वा पठिष्यामि सत्यं सत्यं सत्यं व्यामिश्रः अस्ति चेत् तत्र लुट् न भवति तदेव तत्र विषयः अद्यतनभिन्नत्वे सति तत्रापि व्यामिश्रे लुट् स्यात् तस्य निवारणार्थं बहुव्रीहिसमासः युज्यते इति सो व्यामिश्रः अस्ति चेत् लृट् व्यामिश्रः अस्ति चेत् लुट् न भवति अवगतं यत्र मिश्रणं भवति तत्र लृट् सामान्यं लृट् इति सामान्यं खलु तदेव भवति यत्र व्यामिश्रः नास्ति तस्य सम्भावना एव नास्ति तत्र वयं कालः श्वः इति सम्यक् रीत्या वक्तुं शक्यते तत्र लुट् भवति इत्येव समीचीनम् उषा भगिन्याः आडियो किमपि क्लेशः वा इण्टर्नेट् समस्या प्रायः महोदय भवानेव पुनः एकनिमिष अस्तु अद्यतनभविष्यत् अनद्यतनभविष्यत् अद्यतनभविष्यत् अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट् न भवति इति वयम् इदानीं चर्चितवन्तः यत्र अद्यतनभविष्यत् अनद्यतनभविष्यतोः मिश्रणम् अस्ति तत्र लृट् न तु लुट् अपि च श्वोभिन्नभविष्यत्काले अपि लृट् भवति परश्वः आरभ्य लृट् लकारः एव भवति लुट् लकारः श्वभाविनी एव भवति नागेशस्य कथनमस्ति यत् तद्भिन्नभविष्यत्काले अपि भवितुमर्हति इति नागेश तत्र लुट्लकारशोभाविनी शोभाविनी एव भवति परन्तु नागेशस्य कथनमस्ति यत् तद्भिन्नभविष्यत्काले अपि भवितुमर्हति इत्युक्ते शोभावी इति यद् भविष्यत्कालः अस्ति तद्भिन्नभविष्यत्काले अपि भवितुमर्हति आरोपात् इति वयं पठितवन्तः पूर्वं वस्तुतः परश्वः वस्तुतः परश्वभाविकालः अस्ति चेत् लुट्लकारः परश्वः किमस्ति परश्वभावी काल अस्ति चेत् लुट् लकार न प्राप्नोति. अस्तु परश्वभावी, अस्तु परश्वः, परश्वः भावी काल अस्ति चेत् लुट् लकार न प्राप्नोति परश्वः इति. किन्तु तादृशे काले अपि श्वभावित्वम् आरोप्यते, नाम परश्वभाविनी काले श्वभावीकालः आरोप्यते. अतः कथञ्चित् भावनया तादृशानां प्रयोगाणां समर्थनं कृतमस्ति, नो चेत् भाष्यकारस्य मतमस्ति यत् लुट्लकारः नाम केवलं श्वः, परश्वः अग्रिमे सप्ताहे, अग्रिमे मासे, अग्रिमे वर्षे लुट्लकारः. अद्य च परश्वः, अद्य च परश्वः आरभ्य लुट्लकारः. तर्हि अत्र सामान्यतः तत्र श्वः एव लुट्लकारः भवति. व्यामिश्रणं यत्र भवति अद्यतन अनद्यतनयोः, तदापि लुट्लकार न तु लुट्लकारः भवति. नागेशस्य कथनमस्ति तत्र श्वभावित्वम् आरोप्य लुट्लकारस्य प्रयोगः कर्तुं शक्यते, परन्तु भावनया तादृश भावनया तत्र प्रयोगाणां तादृश यदि केनापि तादृशव्यवहारः कृतः, तत्र प्रयोगः कृतः चेत् तत्र भावनया तत्र तेन कृतम् इति स्वभावित्वम् आरोप्य तत्र लुट्लकारस्य लुट्लकारस्य प्रयोगः कृतम् इति तत् समर्थनं करणीयं भवति इति. अतः श्वः एव लुट्लकारः, परश्वः आरभ्य अग्रिमे सप्ताहे अथवा तत्र भविष्यत् वर्षे अपि लुट्लकार एव इति. अपि च अद्य च परश्व च आरभ्य लुट्लकार, अद्य अपि लुट्लकारः भवति यत् यत् वर्तमानकाल नास्ति तत् तत्. अपि च परश्वः अपि लुट्लकारः, अद्य परश्वः, श्वः लुट् इति अस्ति. सत्यं तदेव अस्ति. श्वः इति यदा निश्चितमस्ति तत्र वयं केवलं लुट् प्रयोगः कुर्मः, अन्यत् सर्वं यत् भविष्यत्काले, आम् भविष्यत्काले यत् किमपि भवति तत्र लृट् प्रयोगः, सामान्य भविष्यत्कालस्य एव प्रयोगः भवति. सम्यक्, धन्यवादः महोदय. भगिनी उषा भगिनी, भवत्याः आडियो सम्यक् अस्ति वा? आं भगिनि, प्रयत्नं करोमि. आम् तर्हि अहं मम पुत्रस्य गृहम् आगमिष्यति भगिनी, अद्य प्राब्लम् अस्तु, अद्यतन भविष्यत् खलु, अद्यतन अद्यतन भविष्यतोः अग्रिम, तर्हि एतावता उक्तं यत्, ओके तर्हि अस्तु भगिनि, तर्हि एतावता उक्तं यत् अनद्यतन इत्यस्य कथनेन अनद्यतनस्य निषेधः अद्यतनस्य निषेधः अनद्यतन इत्यस्य कथनेन अद्यतन अद्य या या अद्यतनस्य निषेधः नाम अद्यतनसमीपकालः एव सूत्रकारौ विवक्षितः, सूत्रकारैः विवक्षितः. ओके, अनद्यतन इत्यस्य कथनेन अद्यतनस्य निषेधः नाम अद्यतनसमीपकालः एव सूत्रकारैः विवक्षितः. किन्तु वस्तुतस्तु अयं शब्दः अद्यतन किञ्चित् रहस्यजनकः. एकः प्रश्नः उदेति यत् शास्त्रकारैः अनद्यतन इति एवम् उक्तं, श्वः एव श्वस्तन इति वक्तुं शक्तवान् किन्तु न उक्तम्, श्वः एव अश्वस्तन इति वक्तुं शक्तवान्, किमर्थं साक्षात् न उक्तवान्? अद्य उत्तरत्वेन उच्यते यत् सूत्रकारः ज्ञात्वा साङ्केतिरीत्या उक्तवान् एवम् इच्छन् यत् जनाः चिन्तयेयुः. ओके, यथा औतो अंशसोः इति सूत्रे औतः इत्यनेन आयोगः ओतः इति कथं ज्ञायेत अस्माभिः? आ लुप्तविभक्तिकत्वम्, ओतः पञ्चमी एकवचनं यावत् व्याख्यानं न पश्यामः तावत् आकारः अपि अस्ति इति न ज्ञायते. औतः इत्यनेन आयोगः ओतः इति कथं ज्ञायेत अस्माभिः? ओके, आ लुप्तविभक्तिकं पदम्. ओ ओके, औतः इति दृश्यते चेत् औत् एव वयं चिन्तयामः, आयोगः ओतः इति न चिन्तयामः. यावत् व्याख्यानं न पश्यामः तावत् आकारः अपि अस्ति इति न ज्ञायते. सूत्रकाराः अस्मान् अस्मान् शिक्षयन्ति, तेषाम् इच्छा अस्ति यत् चिन्तनं कुर्वन्तु इति. सो अनद्यतन इति उक्ते, अनद्यतन इति सूत्रकारैः दत्तम्. सूत्रकारैः अनद्यतन इति पदेन किञ्चित् रहस्यजनकः इति अत्र उक्तम्. अद्यतनसमीपकालः एव विवक्षितः इति चेत्, किन्तु अद्यतन अद्यतनपदस्य इन्स्टेड् आफ् देट् हौ डु ऐ से इन्स्टेड् आफ् देट् अनद्यतन इति पदस्य आवश्यकता नास्ति. श्वः एव श्वस्तन इति वक्तुं शक्यते, किन्तु न उक्तम् इत्यस्य कृते दत्तम्. अहं चिन्तनं कुर्मः इति, अहं चिन्तनं वयं चिन्तनं कुर्मः इत्येव लक्ष्यते इति दत्तम्. उदाहरणमपि दत्तम् औतो अंशसोः इति सूत्रे 6193. ओके ओके, औतः इत्यनेन आयोगः ओतः इति वक्तव्यम्. आयोगः ओतः एव औत् इति कथं ज्ञायेत अस्माभिः? ऐ डोण्ट् नो वाट् दट् सूत्र डिड्. ओ औत् अंशसोः दत्त 6193 इति पदं तेन एव आगच्छति खलु, तदेव वा औतो अंशसोः? ओ सूत्रं दृष्टवन्तः सुबन्तप्रकरणे. आम् आम् आं भगिनि, आम् 6193 वर्णधर्म. सो सो उपसर्गात् इति दातौ. आम् आं भगिनि, एतेतत् वृद्धिरेचि, एतेतत् उत्सु, आटश्च, उपसर्गात् इति दातौ, अण्ड् देन् औतो औत् अंशसोः. द्वो शब्दः, द्यो शब्दस्य शत् इति प्रत्ययः, तत्र औतो तत्र ओकार आकारयोः एकादेशः आकारः आगच्छति, द्याः इति रूपं. द्यो योगः शस्, ओकारस्य स्थाने आकारः द्यास्, द्याः सख्युः न द्या शब्दः, गो शब्दस्य अपि अस्तु गो गां भवति अन्यथा द्वितीयविभक्ति बहुवचनं. ओके, अं भवति इति ओकारात् अं षस् प्रत्यये परे पूर्वपरयोः एकः आकारात् वृद्धि नास्ति इति, वृद्धि नास्ति. आम् आम् सत्यम्. भोतो णित् इत्यनेन नित्भावं प्राप्नोति, अतः णित् प्रत्यये परे अचो णिति इति सूत्रेण अङ्गस्य वृद्धिः प्राप्नोति. एतां वृद्धिं बाधित्वा तत्र सूत्रनिर्माणसामर्थ्यात् ओतोंशसोः इत्यनेन ओकार अकारयोः एकादेशः आकारः विधीयते. ओकार अकारयोः गोयोगः अम् खलु, तत्र ओकार आकारयोः स्थाने आकारः वृद्धि भवति अचोणिति इत्यनेन णित्वात्. सत्यं तद् बाधित्वा ओतोंशसोः इत्यनेन तत्र आकारः विधीयते. अतः यदा वयं साक्षात् पश्यामः औतो अंशसोः इति, औत् इत्युक्ते तत्र अकारः अस्ति इति वयं कथं वा जानीमः इत्युक्ते तत्र व्याख्यानं दृष्ट्वा एव. तद् ओकारात् वयम् ओ इति अपि ज्ञातुं शक्नुमः, परन्तु आकार ओकारयोः तत्र कार्यं जातं, सन्धि जातम् इति वयं ज्ञातुं न शक्नुमः खलु. आकार ओकारयोः तत्र सन्धिः औट् अपि दत्तं, सो औट् इत्यनेन तपरतत्कालः एव वयं चिन्तितवन्तः. आं सत्यम्, आयोगः ओतः अस्तु. ओ आयोगः ओतः, ओकारात् अंशस् प्रत्यये परे पूर्वपरयोः एकः आकारादेशः, तत् भिन्न अतः ओत ओतोंशसोः इति तत्र भवति, तदेव तेन उक्तम्. अस्तु भगिनि, अग्रे पठामि वा? आम् आं पठतु. अतः वयम् अतः वयम् अनुमानं कृत्वा भावयामः यत् अर्थः एतादृशः स्यात्, नो चेत् अद्यापि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत् अनद्यतन इत्युक्ते अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति तावत् सर्वम्. किन्तु तथा सूत्रकारस्य आशयः न स्यात्. अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत् पुनः भविष्यत् सामान्ये लृट् लकारः इति कथं वा सामान्यं वेदम्? प्रेम वदेम. क्षम्यतां भगिनि. ओके जियम, गोधेर् जियम, क्षम्यतां भगिनि, अन्य कोऽपि पठेत्. अङ्कपो अधुना भगिनि पठ. अपि च भगिनी वदेम इति पर्यन्तं पठितवती, अनन्तरं अपि च भविष्यत् सामान्ये लुट् लकारः, अनद्यतने भविष्यत् लुट् लकारः इति भेदं किमर्थं वक्षति सूत्रकारः? स्वारस्यम् अत्र नास्ति, नाम भवान् आगच्छतु किन्तु अद्य न इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नस्वभावी इति समीपे एव. ओके, भविष्यत् सामान्य लुट्लकारः, अनद्यतने भविष्यत् लुट्लकारः इति किमर्थं भेदमस्ति? स्वारस्यमस्ति, स्वारस्यम् अत्र नास्ति. स्वारस्यम् इत्य अर्थं किं भगिनि? इत्युक्ते रुचिः, किं वदामः स्वारस्यम् इत्यस्य आङ्ग्लभाषायाम्? इण्ट्रेस्ट्. ओके, नाम भगवान् उदाहरणमस्ति, भवान् आगच्छतु किन्तु अद्य न इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्न स्वभावी इति समीपे एव. दशानां वर्षाणाम् अनन्तरम् इति न अर्थः. ओके, इमिडियेट्लि, नाट् सो फार् अवे. ओके, अद्यतनमपि नास्ति इति स्वीकर्तव्यं भगिनि. स्वारस्यं नास्ति इत्युक्ते बहु किमपि तत्र चिन्तनीयविषयः किमपि नास्ति. भवान् आगच्छतु अद्य न इति यदा वयं वदामः तत्र दशकालानन्तरम् आगच्छतु इति किमपि अर्थः नास्ति. समीपकाले एव प्राबब्लि नाट् इन् द मार्निङ्ग्, परन्तु सायङ्काले आगच्छतु इत्यपि भवितुम् अर्हति खलु, तादृशं तदेव स्वार प्रत्यासक्तिन्याय अद्यतनस्य प्रतिषेधात् अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति. आहत्य लुट्लकारस्य व्यवहारः अतीवविशिष्टः, न तु लोट्लकारस्य. लोट्लकारः सामान्यं न तु लुट्लकारः. ओके, अनद्यतन इत्यनेन अद्य तत्त्वा अग्रे गत्वा यावत् अस्ति सर्वम् इति स्वीक्रियते चेत् लुट्लकारः एव सामान्यं भवति. किमर्थं लुट् सामान्यतया लुट्लकार इति एव सामान्यं भविष्यत्कालः. परन्तु अनद्यतन इत्यनेन अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति सर्वं स्वीक्रियते चेत् लुट्लकारः एव सामान्यं भवति. किन्तु लुट्लकारः एव विशिष्टः. न अवगतं भगिनि? तत्र लिट्लकारः एव सामान्य सामान्य लिट्लकारः लुट्लकारः विशेषः अस्तु. परन्तु यदा वयम् अनद्यतने लुट् इत्येव वदामः खलु, तत्र अनद्यतने इत्यत्र अग्रे सर्वम् इति स्वीकुर्मः चेत् तत्र लुट् कत्र कुत्र कार्यं करोति? तदा लुट् सामान्यं भवति खलु. लुट् इत्यस्य कार्यमेव सर्वत्र भवति चेत् श्वः परश्वः अग्रिमसप्ताहे सर्वत्र वयं लुट् एव स्वीकुर्मः. किमर्थं स्वीकुर्मः? तद् अद्य नास्ति. अद्य त्यक्त्वा अग्रे गत्वा यावत् सर्वं श्वः परश्वः अग्रिमसप्ताहे सर्वम् अग्रे एव अस्ति खलु. सर्वत्र वयं लुट् इत्यस्य एव प्रयोगः कुर्मः चेत् लृट् लृट् इत्यस्य आवश्यकता एव न भवति खलु. तदा किं भवति? लुट् सामान्यं भवति, लृट् इत्यस्य प्रयोगः न भविष्यति एव. परन्तु वयं तु जानीमः लुट् इति विशेषः तादृशं नास्ति, वयं तादृशं कर्तुं न शक्यते. स्पेशल् केसस् एव लुट्, सर्वत्र लृट् इति. सामान्य लुट् विशेष विषये प्रत्येकं भाषायाम् एकः विशिष्टः व्यवहारः भवति. क्वैट् रीसेण्ट्लि कम्प्लीटेड् एक्षन्स् अपि च दट् विच् इस् वेरि सून् टु टेक् प्लेस् इत्यर्थं संस्कृतभाषायां तदेव अनद्यतन इत्यनेन उक्तम्. नाम अनद्यतनभूते लङ्लकारः, अनद्यतनभविष्यति लुट्लकारश्च. एवं कृत्वा रीसेण्ट्लि फिनिश्ड् एक्षन्स् अबौट् टु कम् फ्यूचर् एक्षन्स् यत् ह्यः जातं तदर्थं लङ्लकारः, यत् श्वः जायमानमस्ति तदर्थं लुट्लकारः. अथवा यत्र तादृश भावः अध्यारोपितः वर्तते यथा निश्चितविवाहे. ओके, सो देर् से सामान्यतया लङ्लकारे एव लङ्लकारे कथं वयम् उक्त वदामः तदेव अद्यतन भविष्यत् लङ्लकार अद्यतनभूत लङ्लकारः तदेव अद्यतन अनद्यतनभविष्यत् लुट्लकारः. सत्यं सत्यं, तदेव वदति. सः रीसेण्ट्लि फिनिश्ड् एक्षन्स् अस्ति चेत् लङ् अबौट् टु कम् फ्यूचर् एक्षन्स् इत्युक्ते सून् टु टेक् प्लेस् इति अस्ति चेत् लुट्. अथवा वयम् आरोपणं करणीयं, प्रत्यासत्तिन्यायः. यदा वयं निश्चितविवाहस्य विषये एकम् उदाहरणं दृष्टवन्तः खलु गतसप्ताहे, यदा विवाहः निश्चितः जातः श्वः एव भविता इति तादृश यदा चिन्तनं श्वो भावि तादृशम् अस्ति चेत् तत्रापि लुट् प्रयोक्तुं शक्यते. परं परीक्षाकाले अपि तादृशः भवति खलु. सत्यं सत्यं, अस्माकं पठनं न सम्पूर्णं जातं चेत् तत्र तत्र शोभावित्वम् आरोपितं. सत्यं, तादृशस्थलेषु लुट् प्रयोगः भवितुम् अर्हति, अथवा वयं केवलं सामान्य लृट् इत्यस्य प्रयोगः एव कुर्मः इत्येव. अतः एव आरम्भकाले तद् न पाठितम्, इदानीम् अवगतं किमर्थं ते न पाठितवन्तः इति. तत्र किं चित्रमपि अस्ति, कोष्टकम्. अस्तु, वयम् अग्रे सरामः. अत्रैव उदाहरणमस्ति खलु. आम्, एकवारं तत् पठित्वा गच्छामः. इदानीं पठितुं शक्यते वा उषा भगिनि? आम् आं भगिनि. तद् कोष्टकमेकवारं पठित्वा अत्र उदाहरणम्. अस्तु भगिनि, सारांशत्वेन अस्माकं शुकवनं महोदयः एतत् कोष्टकं निर्मितवान्. अस्तु, लकारः लङ् अनद्यतने इति, अनद्यतने अनद्यतने कालः, कालविशेषे रामः ह्यः अपठत्. लङ् अनद्यतने, अनद्यतने रामः ह्यः अपठत्. आम्, रामः परह्यः गतसंवत्सरे अपठत्. परह्यः, ओके, गतसंवत्सरे अपठत् तदा एव ह्योभावः विवक्षिते. आम्, रामः ह्यः अपठत्, रामः परह्यः गतसंवत्सरे अपि अपठत्. अपठत् एव प्रयोगः भवति. ह्योभावः विवक्षिते, ओके. लङ्लकारः, लृङ्लकारः, लुङ्लकारः, लुङ्लकारः भूते, भूते लुङ्लकारः. रामः पाठम् अपठीत्, रामः पाठम् अपठीत् भूते लुङ्लकारः. रामः अद्य पाठम् अपठीत्, ओ अद्यतने अपि लुङ्लकारः. यद्यपि भूते कालसामान्ये अपि भवति, अपि च अद्यतने अपि. रामः अद्य पाठम् अपठीत्, सो इन् द मार्निङ्ग् समथिङ्ग् इफ् ऐ से, ओके, रामः अद्य पाठम् अपठीत्. देन् कालविषये अनद्यतने रामः परह्यः आर् गतसंवत्सरे अपठीत् एव भगिनि. लुङ्लकार, लुङ्लकार भूते रामः परह्यः गतसंवत्सरे अपठीत्. तत्र ह्योभावित्वं यदा नास्ति, अस्तु, अनद्यतने लङ् एव भवति सर्वदा. अनद्यतने लङ् एव भवति. लुङ् इति सामान्यं, लुङ् इति सामान्यं तत्र. ओ अस्तु, लुङ् अतः इस् ओन्लि फार् द मार्निङ्ग् अण्ड् दिस् इस् वाट् वि वर् डिस्कसिङ्ग्. ओके ओके, अतः परह्यः गतसंवत्सरे यदा अहम् आरोपयामि, तत् प्रत्यासत्ति न्यायः तादृशं करोमि चेत् अस्तु, अपठत्. न करोमि चेत् सामान्यतया अपठीत् एव भवति. ओके, रामः परह्यः अथवा गतसंवत्सरे अपि वक्तुं शक्यते अपठीत् इति, अपि च अद्य पाठम् अपठीत् अपि वक्तुं शक्यते. ओके, रामः एव न निर्दिष्टः चेत् अपठीत् एव, न तु अपठत्. ओके अस्तु, रामः अद्य वा ह्यः, अद्य वा ह्यः वा, ह्यः वा परह्यः वा, गतसंवत्सरे तत्पूर्वं वा पाठम् अपठीत् एव. कालविकल्पे, कालविकल्प, रामः अद्यः, अद्य वा ह्यः, ह्यः वा परह्यः गतसंवत्सरे तत्पूर्वमपि पाठम् अपठीत् एव. ओके, मिश्रणं तत्र, मिश्रणम्. ओके ओके, लिट् परोक्षे, लिट् परोक्षे, या, सो रामः पपाठ, पपाठ द्विस्वम् अपि च, ओके, वृद्धिः अपि अस्ति. आं, पपाठ. ह्यः सुप्तः रामः ललाप, ह्यः सुप्तः रामः ललाप. ह्यः अपि लिट् ऐ थाट् परोक्षे खलु, ओ ओ परोक्षे, सम्बडी एल्स् सेङ्ग् ह्यः सुप्तः रामः ललाप. परोक्षे सत्यं यद् साक्षात् वयं न दृष्टवान् स्वप्ने अहं ललाप ओके तत्रापि लिट् एव भवति लिट् ललाप परोक्षे सो अहं ललाप अस्तु स्वप्ने साक्षात् अस्तु भगिनि तथा एव अग्रे भविष्यति अपि लुट् भविष्यति क्रियायां क्रियार्थायां शेषे च लृट् लृट् लृट् इति भविष्यति भविष्यत्काले क्रियायां क्रियार्थायां शेषे च ओके रामः पाठं पठिष्यति करिष्यामि इति व्रजति ओके रामः पाठं पठिष्यति करिष्यामि इति व्रजति सो लृट् ओके दिस् इस् काल सामान्ये ओके अद्यतने अपि वक्तुं शक्यते रामः अद्य पाठं पठिष्यति रामः अद्य पाठं पठिष्यति रामः इति व्रजति इति क्रियायां क्रियार्थायां खलु अत्र करिष्यामि इति व्रजति करिष्यामि इति व्रजति इति क्रियार्थायां क्रियायां क्रियार्थायां ओ ओके ओ ओके सो हीस् ऐ विल् डू इति हि वेण्ट् ओके करिष्यामि इति व्रजति सो क्रिया क्रियार्थायाम् अस्तु ओके रामः अद्य पाठं पठिष्यति अद्यतने ओके रामः परश्वः अथवा आगामि संवत्सरे पाठं पठिष्यति ओ सो अनद्यतने ओके रामः परश्वः आगामि संवत्सरे पाठं पठिष्यति सो लृट् एव ऐ केन् यूस् एनिवेर् अपि च लुङ् ओके रामः अद्य वा श्वः अथवा श्वः वा परश्वः आगामि संवत्सरे ओके श्वः वा परश्वः अपि च आगामि संवत्सरे तदनन्तरं वा पाठं पठिष्यति लुट् लृट् सो लृट् व्यामिश्रणं भवति लुट् वेरस् लुट् इति अनद्यतने काले इति विशेषः तत् रामः श्वः पाठं पठिता तत् श्वः इति रामः श्वः पाठं पठिता ओके रामः परश्वः अथवा आगामिसंवत्सरे पाठं पठिता श्वोभावः विवक्षिते ओके श्वोभावः विवक्षिते रामः श्वः पाठं पठिता ओके रामः परश्वः अथवा आगामिसंवत्सरे अपि पाठं पठिता इति वक्तुं शक्यते वा तदेव खलु आरोपणम् अस्तु नागेशस्य मतम् ओ अस्तु अस्तु ओके ओके ओके द पागा दट् वि रेड् टुडे मे बि केन् बि रीड् सम् अदर् टैम् अगेन् भगिनि वन् मोर् टैम् सत्यं सत्यं पठितुं शक्यते पठामि अस्तु तदेव अस्ति तत्र यत् वयम् आरोपयामः चेत् तत्र वयं लुट् अथवा लङ् इत्यस्य प्रयोगं कर्तुं शक्नुमः परन्तु यदा वयं स्पष्टतया श्वः ह्यः इति वदामः चेत् तद् अनद्यतन अस्ति अद्यतन नास्ति अविद्यमानः अविद्यमानः अद्यतनः यस्य सः बहुव्री चेत् तत्र लुट् एव भवति अविद्यमानः अद्यतन यस्य सः लङ् विषये अपि खलु तत्रापि अप्लै भवति अतः तत्र लङ् एव भवति तत्र यत्र व्यामिश्रणं भवति तत्र लुङ् सामान्यं भवति लुङ् सामान्यं लृट् सामान्यं भवति लुङ् लृट् सामान्यम् अस्तु सामान्यं भवति सामान्यं भवति अनन्तरं यत्र परह्यः इत्युक्ते ह्यः नास्ति अद्य अथवा परह्यः अनन्तरम् अग्रे अग्रे भवति चेत् तत्र लुङ् अथवा लुट् भवति. लुट् इत्यस्य क्षम्यतां लृट् लुङ् फार् पास्ट् परह्यः गतसंवत्सरे, लृट् परश्वः आगामिसंवत्सरे. ओ अस्तु अस्तु भविष्यत्काले. सामान्यम् एकं सामान्यम् एकं विशेषम् एकः विशेषः अनद्यतनः इति विशेषः सामान्यः इति अद्यतनः. तत्र अद्यतन इति पदेन किं किं गृह्यते इत्येव स्मरणे अवश्यं भवेत् तावदेव. अनद्यतन इस् आक्चुलि वेरि क्लियर् ह्यः अथवा श्वः एकस्मिन्नेव काले तद् अनद्यतन भवति. अनद्यतने लङ् अनद्यतने लृट् क्षम्यतां लुट्. ओके अनद्यतने इति लुङ् लुट् रेकार्डिङ्ग् भगिनि. आम् आम् आम् वयं पठितुं शक्यते अग्रिमसप्ताहे आरम्भे प्रायः एकवारं पुनः पठामः इतोपि किञ्चित् पठित्वा अनन्तरं स्थापयामः. महोदय पञ्च उपाङ्गानि साक्षात् विषयः इदानीमेव आरभ्यते. इदानीम् इतः पूर्वं केवलम् अनध्यतन इत्युक्ते किम् इत्येव आसीत्. महोदय अस्ति वा खलु न श्रूयते महोदयस्य. अरुणा भगिनी पठति वा? पञ्च उपाङ्गानि. यदा आदधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यम् अङ्गकार्यात् प्राक् पञ्च उपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति. इमानि पञ्च उपाङ्गानि सन्ति प्रत्यय आदेशः प्रत्ययादेशः धात्वादेशः इदागमः अतिदेशः द्वित्वम् अभ्यासकार्यञ्च. ओके आदधातुक प्रत्ययधातव्यविधेयकाले अङ्गकार्यात् पूर्वं पञ्च उप अङ्गानि सन्ति तदेव कर्तव्यं. प्रथममस्ति प्रत्यय आदेशः धात्वादेशः इदागमः अतिदेशः द्वित्वम् अभ्यासकार्यञ्च. संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति. लिटि सनि चङ्गि यङ्गि श्लौ लुट्लकारे न भवति. अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि. ओके अत्र द्वित्वम् अभ्यासकार्यं केवलं लुट्लकारे न भवति, परन्तु लिटि सनि चङ्गि यङ्गि श्लौ जुहस्त्यादिगणि विषये भवति. प्रत्यय आदेशः अत्र डुट्लकारस्य सिद्धतिङ् प्रत्ययानां प्रक्रिया प्रदर्श्यते. मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति, ततश्च विवक्षामनुसृत्य लुट्लकारो विधीयते. ओके लुट्लकार सर्वे धातुभ्यः विधीयते तदेव भगिनि. सत्यं धातुः अनद्यतने लुट् इत्यनेन अनद्यतन भविष्यत्कालार्थे धातोः लुट्लकारो भवति. ओके सूत्रं लुट्लकार विधेयार्थम् अनद्यतने लुट् इति सूत्रेण लुट्लकार विधेयते धातुतः. लुट् उपदेशो अजननासिक इत् इत्यनेन उपदेशे उकारः अनुनासिकः, अतः इत्संज्ञा. हलन्त्यम् इत्यनेन टकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन द्वयोः लोपः ल एव अवशिष्यते. स्यात् स्यात् आसीत् लुटुटोः इत्यनेन लुटि परे धातुतः तास् प्रत्ययः लस्य यदि द्वाभ्यां द्वाभ्याम् अष्टादश मूलतिङ्प्रत्ययाः विधीयन्ते. ओके, लुट्लकारः एव वयं जानीमः, उकार उपदेश्यजनासिक इत्यनेन इत्वर्णः भवति, उकारस्य लोपः भवति. तदेव अकार अलङ्क्यमिति सूत्रेण संज्ञा प्राप्त्वा लोप तस्य लोपः भूत्वा ला एव अवशिष्यति. ला सूत्र लास्थाने स्यात् आसीत् लुलुटोः इति सूत्रेण लुट्लकारपरे धातुतः तास् प्रत्ययः विधीयते. तदनन्तरं तस्य तिप्तस् जीति पञ्च द्वादश प्रत्ययः मूलतिङ्प्रत्ययः विधीयते. सत्यं. अतः ल स्थाने लुटि परे धातुतः तास् अनन्तरं तद् लस्य अनन्तरं तिप्तश्चि इति सूत्रेण अष्टादश मूलतिङ्प्रत्ययाः विधीयन्ते. अस्तु, धन्यवादः. धन्यवादः महोदय. इदानीं सम्यक् अस्ति वा आडियो? आम्, स्यतासि लुलुटोः. ततासि लुलुटोः द्वितीयाध्यायस्य पदपादस्य त्रयस्त्रिंशत्तमं सूत्रमस्ति. लृटि लृङि च परे धातुतः स्यः धातुतः स्य लुटि परे धातुतः तासि भवति. तासेः इकारः उच्चारणार्थं स्वस्य तासिश्च तयोः इतरेतरद्वन्द्वः सतासि. लृ च लुट् च तयोः इतरेतरद्वन्द्वः लु लृ लुटो लुटौ तयोः लुलुटोः. सतासि प्रथमान्तं लृ लुटोः सप्तमान्तं द्विपदविधं सूत्रं धातोः स्वस्येः परश्च इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रमस्ति धातोः परश्च सतासि प्रत्ययौ लृ लुटोः इति लृ अपि च लृट्लकारस्य लुट्लकारस्य परतः तत्र लुट्लकारे परे स्या प्रत्ययः अपि च लुट्लकारस्य परे तासि प्रत्ययस्य विधानं भवति अनेन सूत्रेण. प्रथमपुरुष अग्रे प्रथमपुरुषे लुटः प्रथमस्य डारौ रसः इत्यनेन परस्मैपदे तिप् इदानीं तिप् इत्यस्य लुटः प्रथमस्य डारौ रसः इत्यनेन डा तिप् स्थाने डा तस्थाने रौ जी स्थाने रस् इति प्रत्ययादेशः भवति. अपि च आत्मनेपदे त स्थाने डा आतां स्थाने रौ द स्थाने रस् इति आदेशः प्रत्यादेशः. सूत्रमस्ति लुटः प्रथमस्य डारौ रसः इति द्वितीयाध्यायस्य चतुर्थपादस्य सप्त पञ्चसप्ततितमं सूत्रमस्ति. लुट्लकारस्य प्रथमपुरुषस्थाने क्रमेण डारौ रसः इत्यादेशः भवन्ति. तिप्तस् सी स्थाने डारौ रसः. अस्तु, डारौ एकनिमिषः, लुट्लकार डारौ रसः सत्यं. प्रथमपदे तिप् स्थाने डा तस्थाने तथा स्थाने रौ जी स्थाने रस्. आत्मनेपदे तस्थाने डा आतां स्थाने रौ द स्थाने रस्. अस्तु, आत्मनेपदी प्रत्यये अपि परस्पदे अपि एक एव डारौ रसः इति भवति. तेषाम् इतरेतर द्वन्द्वः डारौ रसः. लुटः षष्ट्यन्तं प्रथमस्य षष्ट्यन्तं डारौ रसः प्रथमान्तं द्विपदविधं सूत्रं. सूत्रं स्वयं सम्पूर्णं. लुटः प्रथमस्य डारौ रसः. लुट्लकारस्य प्रथमपुरुष एकवचन द्विवचन बहुवचनस्थाने डारौ रसः इति परस्मैपदी अपि च आत्मनेपदी तिप्तसि अथवा सा आतां ज इत्येतेषां स्थाने एते त्रयः प्रत्ययः दृश्यते. एते अनेकाल् खलु, अनेकाल् सर्वस्य भगिनि महोदय, मम दूरवाणी अस्ति, अहम् अनन्तरं पठामि. अस्तु अस्तु, अनेकाश्चित् सर्वस्य केवलं पठित्वा समापयामः. उषा भगिनी पठति वा? आं भगिनि, अनेकाश्चित् सर्वस्य प्रथमाध्याये प्रथमपाते पञ्चपञ्चाशत्तमं सूत्रम्. अनेकाश्चित् सर्वस्य इत्यनेन ढा प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने, अनेकाल् अतः सर्वस्य स्थाने आदेशः भवति. अत्र प्रश्नः उदेति यत् डकारः इत्संज्ञकः इत्यतः डा इति कथम् अनेकाल् उच्येत. परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति, न अनुबन्धकृतम् अनेकालत्वं, न अनुबन्धकृतम् अनेकालत्वम्. ओके, अनेन यस्य वर्णस्य इत्संज्ञा अस्ति तेन वर्णेन अनेकाल्त्वं न सिद्ध्यति. अनेन यस्य वर्णस्य इत्संज्ञा अस्ति तेन वर्णेन अनेकाल्त्वं न सिद्ध्यति. अतः एतस्मात् डा इति अनेकाल् न स्यात्. अतः एतस्मात् डा इति अनेकाल् न स्यात्. परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तम् अस्ति यत् डादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य एव अभावेन अनुपूर्व्यात् सिद्धम्. ओके, डादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य एव अभावेन अनेन अनुपूर्व्यात् सिद्धम्. डादिविषये तु सर्वादेशत्वं विना विनानुबन्धत्वस्य एव अवभावेन. तात्पर्यम् एवं यत् यावत् तिपः स्थाने डा न आगच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा आदेशः न भवति. डा न आगच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा आदेशः न भवति. डा आदेशे न भवति. ओके, प्रत्ययत्वं डा आदेशे नास्ति चेत् छुटु इत्यस्य प्रसक्तिः नास्ति एव. अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति. अतः परस्मैपदे तिप् लुटः प्रथमस्य डारौरसः इति स्थले डा आदेशस्य प्रत्ययस्य अभावात् अनुबन्धत्वं नास्ति. तस्मात् च नानुबन्धकृतम् अनेकाल्त्वम् इति परिभाषायाः प्रसक्तिः नास्ति. अनेन अलोन्तस्य इत्यनेन तिपः डकारस्य एव अनेन अलोन्तस्य इत्यनेन तिपः इकारस्य एव स्थाने डा इति निवार्यते. बहु किमपि अनेकाश्चित् सर्वस्य वयं जानीमः आदेशस्य कृते अनेकः अस्ति वा अथवा अनेकाल् अथवा शकारः षित् अस्ति चेत् सर्वस्य स्थाने आदेशः इति. अत्र डा स्थाने तिप् स्थाने न डा खलु तिपः स्थाने डा डा स्थाने डा. सो डा परिभाषेन्दुशेखरग्रन्थे प्रथमम् उक्तं डा इति परिभाषा न अनुबन्धकृतम् अनेकाल्त्वं. सो अत्र अनेक अल्त्वम् इति नास्ति इति डा इत्यस्य कृते नुनु तिप् इत्यस्य कृते डा. सो सत्यमेव सत्यमेव न अनुबन्धकृतम् अनेकाल्त्वम् ओके अनेन यस्य वर्णस्य इत्संज्ञा अस्ति तेन वर्णेन अनेकाल्त्वं न सिद्ध्यति. तिप् इत्यस्य स्थाने डा इति कथम् अनेकाल् उच्येत. सो अनेकाल्त्वं तिप् इस् द होल् थिङ्ग् इस् रीप्लेस् बै डा. सो तिप् इति तकार इकार पकार देन् सर्वस्य स्थाने डा इत्येव वयं जानीमः. अतः अत्र परिभाषेन्दुशेखरे प्रथमम् उक्तं न इति अनेकाल्त्वम् इति नास्ति इति. परन्तु अग्रे तस्मिन्नेव ग्रन्थे उक्तम् अस्ति यावत् तिपः स्थाने डा न आगच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा आदेशे न भवति इति. सो स्थानिवत् आदेशः खलु स्थानिवत् ओ स्थानिवत् आदेशः स्थानिवत् अनल्वितौ अनल्वितौ तद् न भवति. इदानीं प्रत्ययादेशः अपि न भवति. ढा इत्यत्र सः किं वदति इत्युक्ते ढा इति तत्र डकारः आकारः परन्तु डकारस्य चुटु इत्यनेन इत्संज्ञा भवति इत्युक्ते आ एव आ इति एकाल् अस्ति न तु अनेकाल्. अतः नानुबन्धकृतम् अनेकाल्त्वम् इत्यनेन ढा इति प्रत्ययः अनेकाल् न इति प्रथमं वदति. परन्तु तस्य एव निवारणं तस्मिन्नेव पुस्तके परिभाषेन्दुशेखरे एव अस्ति दादिविषये एतद् न प्रसक्तिः अस्य परिभाषायाः प्रसक्तिः डा विषये नास्ति इति. किमर्थम् इत्युक्ते प्रत्ययत्वं यदा डा इति प्रत्ययत्वम् आरोपणीयं चेत् टिप् स्थाने डा खलु तत् आरोपणीयं चेत् तद् अनेकाल्त्वम् अस्ति चेदेव तद् कर्तुं शक्यते. प्रत्ययत्वम् आरोपणं इष्यते चेत् अतः तद् न भवति प्रत्ययः इति आदेशस्य कृते सत्यं न भवति. अतः एव तद् अलोन्त्यस्य इति स्वीकृत्य अनेन अलोन्त्यस्य इत्यनेन तिपाः इकारस्य एव स्थाने डा इति निवार्यते. इदानीं न अनुबन्धकृतम् अनेकाल्त्वं तस्य प्रसक्तिः नास्ति वा इति यदा वयं पृच्छामः तदा किं वदामः इत्युक्ते अलोन्त्यस्य इति स्वीकृत्य तिपः तिप् इत्यत्र पकारस्य संज्ञा तकारः इकारः अस्ति इकारस्य स्थाने ढा इति आदेशः ता तदा एव ता इति आगच्छति अस्तु पठिता कथं वा इत्युक्ते तिपः स्थाने ति इकारस्य स्थाने ढा इति आदेशः अलोन्त्यस्य स्वीकृत्य न तु अनेकः सामान्यविषयः एव परन्तु किञ्चित् जटिलम् इति यदा पठामः स्थानिवत् भावः भगिनि अगेन् ऐ हेव् टु थिङ्क् अबौट् स्थानिवत् भावः अस्तु आम् स्थानिवत् भावेन एव तत्र प्रत्ययत्वम् आनयितुं शक्नुमः खलु अथवा डा इत्यस्य तत्र प्रत्ययत्वं न आगच्छति. तत्र प्रत्ययत्वम् आनयनेन तद् तदा एव कार्यं भवति अग्रे. वयं प्रायः अग्रिमसप्ताहे अनुवर्तयामः. इदानीम् इतः परमेव विषयः साक्षात् विषयः आरभ्यते. अस्तु समीचीनम् एकवारम् अगेन पठिष्यामि भगिनि परन्तु आम् अवश्यम् अवश्यम् अवश्यम् मम पुत्रस्य गृहम् आगतवती. सो मम पौत्री अपि कीप्स् आन् पुल्लिङ्ग् द थिङ्ग्. अस्तु भगिनि सम्यक् सम्यक् सम्यक् धन्यवादः.